सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति हल्सन्धिपाठः द्वितीयः भागः, सकारादिप्रत्यये परे हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययः इति। तत्र अभ्यासः जायमानः अस्ति। पाप्रत्योगः सि इति प्रसङ्गे कश्चन विषयः आगतः। पाप्रत्योगः सि इति प्रसङ्गे चोः शूलनासिके च इत्यस्य कार्यं भवति वा, उत प्रश्चभ्रश्च इत्यस्य कार्यं भवति वा इति चर्चा। तर्हि अस्माभिः कुत्रचित् ध्वनिः, अस्माभिः चर्चितं यत् अत्र पाप्रत्योगः सि इति प्रसङ्गे, कृपया किञ्चित् म्यूट् कुर्वन्तु, हा, पाप्रत्योगः सि इति प्रसङ्गे तत्र व्रश्चभ्रश्च इति सूत्रे वस्तुतः तुक्सहितचकारस्य स्थाने तालव्यचकारादेशः भवति। अनुनासिकप्रत्यये परे, क्वीपरे, जलादिप्रत्यये परे, तत्र जलादि कितिनिति प्रत्यये परे वा केवलं जलादिप्रत्यये परे वा इति विषयः अस्ति। तत्र अस्माभिः किं चर्चितम् इति चेत्, भाष्यकारस्य मतानुरोधेन जलादि किति कितिनिति इत्यपि वक्तुं शक्यते, जलादिप्रत्यये परे इत्यपि वक्तुं शक्यते। मतद्वयमपि समीचीनं, कुत्रापि दोषः न भवति। तर्हि पाप्रत्योगः सि इति प्रसङ्गे सि इति प्रत्ययः पित् अस्ति, अतः इदानीं केवलं चोः शूलनासिके च इति सूत्रे केवलं जलादिप्रत्यये परे इति वयं वदामः चेत् पिति अपिति उभयत्र कार्यं भवति। अतः पाप्रत्योगः सि इति प्रसङ्गे चोः शूलनासिके च इत्यनेन तुक्सहितचकारस्य स्थाने तालव्यचकार आदेशः भवति। तत्पश्चात् व्रश्चभ्रश्च इति सूत्रेण तत्र तालव्यचकारस्य मूर्धन्य आदेशः भवति झलिपरे इति प्रक्रिया एवं प्रचलति। यदि चोगशूलनासिके च इति सूत्रे जलादि किति इति प्रत्यये परे इति वयं वदामः, तदानीं किं भवति इति चेत् केवलम् अपित् प्रत्यये परे एव चोगशूलनासिके च इति कार्यं करोति। पाप्रत्योगः सि इति प्रसङ्गे सि प्रत्ययः पित् प्रत्ययः, अतः चोगशूलनासिके च इत्यस्य प्रसक्तिः एव नास्ति इदानीं। तर्हि पाप्रत्योगः सि इत्यत्र व्रश्चभ्रश्च इति सूत्रेण अत्र तुक्सहितचकारस्य स्थाने मूर्धन्यषकार आदेशः भवति इति वक्तव्यम्। यदि व्रश्चभ्रश्च इति सूत्रे तुक्सहितचकारः इति न वदामः, तर्हि इदानीं पाप्रत्योगः सि इति प्रसङ्गे चकारस्य स्थाने मूर्धन्यषकारादेशः भवति। तत्र चकारः तिष्ठति, चकारः तिष्ठति चेत् तत्र अनिष्टरूपपत्तिः भवति। अतः व्रश्चभ्रश्च इति सूत्रे तुक्सहितचकारः इति वक्तव्यं भवति एतादृशप्रसङ्गे। यदि चोशुडनासिके च इति सूत्रे जलादि कितिनिति इति वयं वदामः, तदानीं व्रश्चभ्रश्च इति सूत्रे तुक्सहितचकारस्य स्थाने मूर्धन्य आदेशः भवति इति वक्तव्यं भवति। परन्तु चोशुडनासिके च इत्यत्र जलादिप्रत्यये परे कार्यं भवति इति वयं वदामः चेत्, तदानीं तत्र तुक्सहितचकारः इति दलं व्रश्चभ्रश्च इति सूत्रे अनावश्यकम्, यतोहि तत्र तालव्यषकारादेशः चोहशूलनासिके च इत्यनेनैव लभ्यते। यदा तालव्यषकारादेशः लभ्यते, तदानीं मूर्धन्यषकारादेशः तालव्यषकारस्य स्थाने मूर्धन्यषकारादेशः व्रश्चभ्रश्च इति सूत्रेण जायते। अतः अत्र पक्षद्वयमस्ति, यस्मिन् पक्षे जलादि कितिनिति प्रत्यये परे इति वयं वदामः, तस्मिन् पक्षे एव तत्र व्रश्चभ्रश्च इति सूत्रस्य आवश्यकता भवति तुक्सहितचकारस्य स्थाने मूर्धनचकारादेशं प्राप्तुम्। यदि जलादिप्रत्यये परे इति वयं वदामः चोषुणनासिके च इति सूत्रे, तदानीं व्रश्चभ्रश्च इति सूत्रे तुक्सहितचकारः इति दलस्य आवश्यकता नास्ति इति एतावता अस्माभिः सारांशरूपेण दृष्टमस्ति। इदानीं तत्र अनुवृत्तिपक्षे निवृत्तिपक्षे तत्सर्वम् अस्माभिः दृष्टं, तदेव सारांशरूपेण मया इदानीम् उक्तम्। इदानीं चकारात् प्राक् कीदृशवर्णाः सम्भवन्ति इति विषयः, अन्यः विषयः अपि उपस्थापितः, तद् इदानीम् एकवारं पश्यामः। तत्र चकारान्तधातूनां प्रसङ्गे इतोपि किञ्चित् इति अस्ति खलु, ततः आरभ्य वयं पठामः। तत्र किं शोभा भगिनी पठति वा? आं भगिनि, सकारात् प्राक् यदि ह्रस्ववर्णो नास्ति कश्चन हल् वर्णः एव भवति. नाम चकारः तुक् सहितः नास्ति चेत् संयोगो भवति एव. आचि वाचि लाचि एते इदित् धातवः, अतः नुमागमः, नुमागमात् संयोगग्रस्तचकारः. उच्चि इति धातौ नुमागमः. एवञ्च अन्ते संयोगः अस्ति, तस्यां च दशायां संयोगान्तस्य लोपः इति इत्यनेन पदान्ते छकारलोपो भवति. वाञ्च् धातुः योगः क्विप् प्रत्ययः. तत्र वाञ्च् इति प्रातिपदिकं प्रथमपुरुषैकवचने वाञ्च् योगः सु. क्षम्यतां भगिनि, तथा तस्मात् पूर्वं मया उक्तम् अत्र चकारान्तधातूनां प्रसङ्गे इतोपि किञ्चित्. अस्तु हा, अत्र चकारान्तधातूनां प्रसङ्गे इतोपि किञ्चित्. चकारात् प्राक् के वर्णाः सम्भवन्ति? चकारात् प्राक् ह्रस्व अच् वर्णः अस्ति चेत् तुगागमो भवति, यथा इष् धातुः इषुगमियाम् इषुगमियमां छः इत्यनेन इष् धातोः छकारादेशः क्षितिपरे. इष् योगः श इषुगमियमां छः अलोन्तस्य इत्यनेन इच् योगः आ हे च इत्यनेन आद्यन्तौ टकितौ इत्याभ्यां छकारे परे ह्रस्वस्वरस्य इत्युक्ते इकारस्य अनन्तरं तुक् आगमः भवति. इतच् योगः आ तोः इतच् न इत् च योगः आ तोः चुनश्चुः इच् योगः आ इच्छ इति अङ्गम्. अस्तु, तत्र अत्र चकारान्तधातूनां प्रसङ्गे इतोपि किञ्चित् इति. तत्र चकारात् प्राक् के वर्णाः सम्भवन्ति इति विषयः. चकारात् प्राक् ह्रस्व अच् वर्णः अस्ति चेत् तुगागमः भवति. तत्र ह्रस्वस्य पिति कृति तदपि अस्ति इति चिन्तयामि भगिनि. तत्र तु इष् इति स्वीकृतम्, इष् धातुः इषु गमियमां छः इत्यनेन एव इष् धातु पिति कृति तुक् इति प्रसङ्गः नास्ति, तत्तु कृति एव, अत्र कृत् नास्ति खलु, कृत् नास्ति. अस्तु हा, अस्तु, कृत् नास्ति. अत्र तु इष् इष् योगः श इति इष् तत्र विशिष्टसूत्रमस्ति. इष् अपि गम् धातोः कृते इषुगमियमांशः इति सूत्रं. तर्हि तेन सूत्रेण अपि च इच् इति चकारादेशः भवति. किं तत्र चकारस्य चकारादेशः इच् योगः. तदनन्तरं अलोन्तस्य इति इत्यनेन तत्र अन्ते एव भवति. इच् योगः आ इति प्राप्नुमः. तत्र इच् इत्यत्र परवर्णः छे छकारः अस्ति इत्यनेन छे च इति सूत्रेण तत्र तुगागमः भवति. तस्य आगमस्य आद्यन्तौ टकितौ इत्यनेन छकारे किं तत्र छकारात् पूर्वं भवति, छकारस्य तुगागमः भवति तत्र. अतः स च इति इत् इत् च इति भवति योगे आ इति. इदानीं शका च इत्यस्य आ इति तिष्ठति. तो तत्र चकार किं भवति, चकारस्य च स्तोः चुनाश्चुः इत्यनेन चुत्वं भवति. अतः इच् योगः आ इच् इति अङ्गं भवति. यतोहि तकार चकारयोः योगे श्रुत्वं भवति, तकारचवर्गीयवर्णयोः इति. तत्र अन्ते इच् इति धातुरूपं भवति. अग्रे पठनीयं भगिनि. बहु समीचीनं भगिनि, धन्यवादः. तत्र इच्छ इति रूपम् इत्यत्र तत्र अत्र किमर्थं प्रदर्शितम् इति चेत् चकारात् प्राक् कीदृशवर्णः भवितुमर्हति इति चेत् स्वरवर्णः यदि अस्ति तदानीं तुगागमः तु अवश्यं भवति एव. ह्रस्वस्वरः वर्तते चेत् तुगागमः अवश्यमेव भवति इति अत्र अस्ति. इदानीं चकारात् प्राक् हल् वर्णाः भवन्ति चेत् किं भवति इति तत्र लक्ष्मीभगिनी पठति वा? आं भगिनि, पठामि. सकारात् प्राक् यदि ह्रस्ववर्णः नास्ति कश्चन हल् वर्णः एव भवति, नाम चकारः तुक् सहित नास्ति चेत् संयोगः भवति एव। आचि वाचि लाचि एते इदित् धातवः, अतः नुमागमः नुमागमात् संयोगग्रस्तचकारः। अस्तु, तर्हि उच्छि इति धातौ तुगागमः, एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां संयोगान्तस्य लोपः इत्यनेन पदान्ते चकारः लोपः भवति। वाञ्च् धातुः योग क्युप् प्रत्ययः, वाञ्च् इति प्रातिपदिकं, प्रथमपुरुष एकवचने वाञ्च् योगसु हङाभ्यो दीर्घसुतिस्य प्रथम हल् इत्यनेन हलन्तात् सूतिसि इत्येषाम् अपृक्तसंज्ञकस्य हल् वर्ण हल् हलः लोपः। संयोगान्तस्य लोपः इत्यनेन पदान्ते चकारलोपः। वान् एवमेव लङ् लकारे अवावाञ्च् योगति हल्गाभ्यो दीर्घात् सूतिस्य प्रथम हल् अवावाञ्च् संयोगान्तस्य लोपः अवावान् इति। अत्र चकारात् प्राक् यदि ह्रस्ववर्णः नास्ति हल् वर्णः अस्ति चेत् तस्य उदाहरणम् अत्र प्रदर्शितमस्ति, नाम चकार तुक् सहित नास्ति चेत् अत्र किं भवति इति। तुक् सहित नास्ति, संयोगः अत्र भवति। अत्र उदाहरणार्थम् आचि वाचि लाचि इति इदित् धातवः सन्ति, तर्हि इदित् धातवः सन्ति चेत् इदितोनुं धातोः इति सूत्रेण नुमागमस्य प्रसक्तिः प्राप्तिः च, तर्हि अत्र नुमागमः भवति स्वर अन्तिमस्वरस्य अनन्तरं, तर्हि लाञ्चि इत्यत्र नुमागमः संयोगः संयोगग्रस्तचकारः भवति, इत्युक्ते नुमागमात् संयोगः ग्रस्तः भवति। आञ्चि इति आञ्च् इति भवति, आञ्च् इति भवति। किम् उञ्चि इति धातौ तुकागमः, अत्र प्रायः अत्र नुमागमः नास्ति, विशिष्ट सूत्रेण तुकागमः भवति, अन्यत्र तु नुमागमः भवति, यतोहि अत्र ह्रस्व इत् अस्ति, इत् अस्ति, इकारः अपि ह्रस्वः अस्ति, तादृशधातौ नुमागमः भवति इदितोनुं धातुः इत्यनेन। एवञ्च अन्ते संयोगः अस्ति, तस्य दशायां संयोगान्तस्य लोपः इत्यनेन पदान्ते चकारस्य लोपः भवति, इत्युक्ते अत्र आञ्च् इति नकारयुक्तचकारः पूर्वं स्यात्, नुमागमसहितचकारः, तत्र नकारः तवर्गीयः, चकारः चवर्गीयः, स्तोश्चुनाश्चुः भवति इति चिन्तयामि, तदर्थमेव ञकारः दृश्यते तत्र आञ्च् इति। वाञ्च् इति धातुः अपि अत्र क्युप् प्रत्ययः परे भवति चेत् वाञ्च् अथवा आञ्च् इति प्रातिपदिकं भवति। वाञ्च् इत्यत्र सु प्रत्ययः यदा परे भवति वाञ्च् योगसु इत्यत्र हल्गाभ्यो दीर्घसुतिस्य पृक्तं हल् इति सूत्रेण किं सु इत्यस्य अपृक्तसंज्ञकस्य लोपः भूत्वा वाञ्च् इति एव तिष्ठति, तस्मिन् सन्दर्भे संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः प्राप्तिः च भवति। अत्र चकारस्य लोपः भवति तथा वान् इति तिष्ठति, यतोहि अत्र मूले तु नकारः नकारः एव अस्ति, अतः पूर्वं किं स्तोश्चुना न क्रियते, ततः पूर्वमेव संयोगान्तस्य लोपः इति कारयित्वा अत्र चकारस्य लोपः अन्तिम चकारस्य लोपः कृत्वा वान् इति रूपं भवति। एवमेव लङ्लकारे अवावाञ्च इति स्थितौ अवावाञ्च योगति इति इत्यस्यां स्थित्यां हल्गाभ्यो दीर्घासुतिस्य प्रत्यं हल् सूत्रेण किं ति इति श्रुतिसि अत्र ति इति तु अपि अत्र लङ्लकारप्रत्ययः तु इति भवति तकारस्य लोपः क्रियते अवावाञ्च् इति स्थितौ संयोगान्तस्य लोपः इति पुनः कार्यं कृत्वा चकारस्य लोपः भवति अवावान् इति अन्तिमरूपम् अत्रापि नकारः अकृतव्यूहः पाणिनीयः इति परिभाषया किं नकारः एव प्रदर्श्यते पूर्वमेव नकारः आसीत् अत्र किं निमित्तं नशिष्यमाणं भवति भाविनि इति कृत्वा अत्र किम् अत्र चकारः न क्रियते स्तोश्चुनाश्चुः इति न कारयित्वा नकारः एव प्रदर्श्यते नकारः एव तिष्ठति तर्हि अवावान् इति रूपं लभ्यते तावत् एव वा आमां समीचीनं बहु समीचीनं भगिनि सम्यक् अस्ति तर्हि अत्र तु व्रश्च ब्रश्च इत्यस्य प्रसङ्गः न दृश्यते खलु इदानीं चकारात् पूर्वं ह्रस्वस्वरः नास्ति एतादृशदशायां संयोगान्तस्य लोपः एव कार्यं करोति तत्र व्रश्च ब्रश्च इत्यस्य अवसरः न दृश्यते अस्तु समीचीनम् अग्रे मीना भगिनी अग्रे अनेन दृश्यते यत् चकारात् पूर्वं ह्रस्वस्वरः नास्ति चेत् पदान्ते संयोगः भवति तत्र स सदा संयोगान्तस्य लोपः इत्यनेन चकारः लोपः अनेन कारणेन व्रश्च भ्रश्च भृज व्रश्च भ्रश्च सृज मृज यजराज ब्राजच्च सांशः इति सूत्रं तत्र न प्राप्नोति एव अस्य कार्य अवसरो नास्ति लङि अवावान् सुबन्ते वान् एव वाञ्चौ वाञ्चः पदसंज्ञायां संयोगान्तलोपः अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं वाञ्चौ वाञ्चः अत्र किं वदति इति चेत् चकारात् पूर्वं ह्रस्वस्वरः नास्ति इदानीं हल् वर्णः अस्ति चेत् पदान्ते संयोगः भवति यदा तस्मात् हल् वर्णः वर्णद्वयम् अस्ति संयोगान्तस्य लोपः इति सूत्रेण चकारः लोपः उदाहरणं वाञ्च् वा वाञ्च् तत्र भगिनि संयोग तत्र वाञ्च् इति धातु तत्र संयोगः अस्ति सो संयोगान्तस्य लोपः भवति चकारः लोपः तस्मात् अनेन कारणेन व्रश्च भृज इति सूत्रस्य कार्यं कर्तुं न शक्यं तत् तस्य अवसरं नास्ति तत्र चकारः नास्ति तुक्सहितचकारः नास्ति शकारः अपि नास्ति तस्य आवश्यकं नास्ति अन्तिमरूपं लङि अभावान् भवति एवं उक्तवती लक्ष्मीभगिन्या सुबन्ते वान् एव भवति वान् वाञ्चो वाञ्चः पदसंज्ञायां संयोगान्तलोपः भवति यदि पदा अपदान्ते अस्ति चेत् अजादिप्रत्यये परे संयोजनं वाञ्च् औ ओके वाञ्च् औ वाञ्चौ वाञ्चः संयोजनमेव भवति तत्र सुवौजस् तत्र वाञ्च् वाञ्चौ वाञ्चः. अग्रे पठामि वा? न, एकक्षणं भगिनी. तर्हि इदानीं तत्र चकारात् पूर्वं ह्रस्वस्वरः अस्ति चेत् किं भवति इति दृष्टं पूर्वं. पूर्वं ह्रस्वस्वरः नास्ति चेत् तत्र संयोगान्तस्य संयोगः भवति इत्युक्ते संयोगान्तस्य भ्रष्ट इत्यस्य अवसरः नास्ति इति तत्र दृष्टं, तत्र उक्तमस्ति. अस्तु भगिनी, धन्यवादः. इदानीं किञ्चित् अग्रे अरुणा भगिनी पठति वा? आं भगिनि. वाव्रञ्च् युवति अत्र यतोहि व्रश्च भ्रश्च सृजं रुज यज राज व्राज चः इति तुक्सहितचकारः आवश्यकः. अस्य सूत्रस्य प्रसक्तिः नास्ति. वाव्रञ्च् युवति चोः कुः इत्यनेन कुत्तुं वाव्रङ्क् युवति खरिच इत्येन वावङ्क् युगति वावङ्क्ति एवमेव वावञ्च् युगसि अवावञ्च् अवावञ्च् युगतां वावञ्च तत्रे कथं पठितवान् तत् प्रश्नप्रत्यसूत्रेण तुक्सहितचकारे शकार आदेशः भवति. अस्य सूत्रस्य प्रसक्तिः नास्ति. वावञ्च् युवति अत्र वस्त्रवृजसृज सूत्रं न कार्यं करोति, परन्तु वावञ्च् युवति चोः कुः इत्यनेन चकारस्थाने ककार आगच्छति. वा तदनन्तरं अष्टपदान्तस्य जलितेन वावङ्क् युगति खरिचायत्रेण तकार कर्वर्णः वावङ्क् युगति वाव्वङ्क्ति भवति. तदेव वावञ्च् युग अस्ति अत्रापि वाव्वङ्क् आदेशप्रत्ययो यदेन षी भवति वाव्वङ्क् षी भवति. तदनन्तरम् आवञ्च् युगताम् अत्र किं भवति युद्धां कित् अस्ति. अत्रापि चोः कुः कार्यं करोति भगिनि? आवावच् न चोः कुः इति न, अत्रापि पुनः व्रष्टभ्रश्च इति कार्यं करोति खलु करोति. न तुक्सहितचकारः न, क्षम्यतां, तुक्सहितचकारः नास्ति इति कृत्वा व्रष्टभ्रश्च कार्यं न करोति, चोः कुः एव सत्यम्. आवङ्कं भवति तुक्सहितचकारः नास्ति, चकारस्य स्थाने गकारः. कुत्र भगिनि? अवावाञ्च् योगः ताम् इत्यत्र चकारस्य स्थाने महाप्राणखकारः खलु, महाप्राणखकारः. तदनन्तरं तत्र नष्टपदान्तस्य जलि इत्यनेन अनुस्वारादेशः खलु, तस्मात् पूर्वं तत्र खरीच इति ककारः, अनन्तरम् अनुस्वारस्य ऐपरसवर्णः इत्यनेन पञ्चमवर्णः ङकारः. यथा पूर्वं अवावाङ्क्तं समानं खलु, समानप्रक्रिया. अवावाञ्च् योगः ताम् वावाञ्च् योगः सि इत्यत्र किं भवति तद् न उक्तं खलु, प्रत्ययः अस्ति अतः उक्तवती खलु वावाङ्क्षी इति उक्तवती खलु, वावाङ्क्षी सत्यं, वावाङ्क्षी इति अस्ति. अवावाङ्क्तम् अवावाङ्क्ताम् इत्युक्ते अत्रापि तुक्सहितचकारः नास्ति इति कृत्वा व्रश्यभ्रश्य इत्यस्य कार्यं न भवति, प्रसङ्गः एव नास्ति. लक्ष्मीभगिनी किमपि प्रष्टव्यं वा? ओके, तर्हि अग्रे गच्छामः. ओके, तर्हि सरस्वती भगिनी अग्रे भगिनि ताम् इति कुत्र आयाति तत्र लङ्लकारे आयाति खलु त ताम् अन् आत्मनेपदी न परस्मैपदी परस्मैपदी त तकारः अपृक्तसंज्ञकतकारः ताम् अन् तकारः तं त अम्वम ताम् इति लोट्लकारे अपि आयाति परन्तु अत्र अडागमः अस्ति इति कृत्वा लङ्लकारः अस्तु भगिनी अस्ति वा सरस्वती भगिनी अस्तु सूर्यकुमारी भगिनी पठतु आं भगिनी अहम् अस्मि प्रश्नं पृष्टवती न अतः ओके ओके नास्ति चिन्ता हा हा पठतु आहत्य छोः षुडनुनास्ति तस्मात् पूर्वम् एकं परिचय एकं परिच्छेदः एकः परिच्छेदः सृजं रजयति राजभाजिशांशः इति सूत्रे तुक् तुक् रहितचकारः यदि मन्यामहे तर्हि पाप्रच्छ योगकी इति स्थले छकारस्य स्थाने षकारः तु भवति किन्तु तुक् आगमः स्थास्यति अस्य निवारणार्थं तुक्सहितछकारः अपेक्षितः सर्वत्र तदर्थञ्च वावञ्च योग वावञ्च योगति इति स्थले वावाञ्च वावाञ्च क्षम्यतां वावाञ्च योगति इति स्थले तुक्सहितछकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति तर्हि अत्र व्रश्चभश्चषांशः इत्यस्य सूत्रस्य विषये किञ्चित् दत्तमस्ति तर्हि अत्र अस्मिन् सूत्रे तुक् रहितचकार यदि मन्यामहे इत्युक्ते यद्वयं दृष्टवन्तः यदि तुक् सहित अस्ति वा तुक् रहित अस्ति तर्हि यदि तुक् रहितचकार वयं मन्यामहे तर्हि पाप्रच्च योगसि इति स्थले छकारस्य स्थाने षकारः भवति यतोहि प्रच् प्रच् धातु छकारान्ते अस्ति अतः तत्र अस्मि एतस्मात् सूत्रात् कार्यं भवति तर्हि छकारस्य स्थाने षकारः भवति परन्तु तुक् आगमः तत्रैव स्थास्यति यतोहि वयं सूत्रे तुक् रहितछकारस्य विषये चिन्तयामः तर्हि अत्र यत्र प्राप्रच्छ अस्ति तत्र तुगागमेन एव छकार आगच्छति चकार तर्हि तत्तु तत्रैव केवलं छकारस्य स्थाने षकार आगच्छति तर्हि चकार तत्रैव स्थास्यति अस्य निवारणार्थं तुक् सहितछकार अपेक्षितः सर्वत्र अतः यदि तत्तु अनिष्टं रूपं यदि चकार तत्रैव अवशिष्यते अतः सूत्रे तु तुक् सहितचकार एव अपेक्षितः अस्ति अतः तदर्थञ्च वावञ्च वावञ्च वावाञ्च योगति इति स्थले तुक् सहितचकारस्य अभावे पुनः अस्य सूत्रस्य प्रसक्तिः नास्ति यतोहि इदानीमेव वयं दृष्टवन्तः यत्र सूत्रे तु तुक् सहितचकार अपेक्षितः तर्हि वावाञ्च यदा अस्ति तदा तत्तु तुक् सहित चकार नास्ति अतः अस्मिन् अस्मिन् प्रसङ्गे वावाञ्च योगति अस्मिन् प्रसङ्गे व्रश्चभश्च अस्य सूत्रस्य कार्यं प्रसक्तिः एव न भवति यतोहि सूत्रानुसारेण वयं तुक् सहित चकार वयं तत्र अपेक्षितः परन्तु वावाञ्च अत्र तु तुक्सहितचकार नास्ति अतः सूत्रस्य प्रसक्तिः नास्ति आमामां समीचीनम् इत्युक्ते तत्र भ्रश्यभ्रश्य इति सूत्रे तुक्सहितचकारः प्रदर्शितः अस्ति सूत्रे तु तुक्सहितचकारः प्रदर्शितः अस्ति परन्तु यदा आदेशः भवति तदानीं तुक्सहितचकारस्य स्थाने आदेशः भवति वा न वा इति चिन्तनीयम् यतोहि सूत्रे तु सन्धिकार्येण तुगागमः आगतः ह्रस्वस्वरस्य तुगागमः सर्वत्र भवति अत्रापि आगतः तर्हि इदानीं तुक्सहितचकारस्य स्थाने एव कार्यं वा केवलं चकारस्य स्थाने कार्यं वा इति प्रश्ने सति एतादृशप्रसङ्गे यथा तत्र पाप्रच्योगः सि इति प्रसङ्गे तुगागमः स्थास्यति, सुगागमः स्थास्यति चेत् तत्र अनिष्टरूपं लभ्यते, पाप्रक्षि इति न लभ्यते, पाप्रक् तत्र चकारः तिष्ठति. अतः व्रश्चभ्रश्च इति सूत्रे, यदा व्रश्चभ्रश्च इति सूत्रे चकारस्य ग्रहणं यत्र अस्ति तत्र तुक्सहितचकारस्य एव मूर्धनि चकारादेशः. अत्र वावाञ्चयोगः ति इत्यत्र व्रश्चभ्रश्च इत्यस्य कार्यं किमर्थं न भवति इति चेत् अत्र चकारः वर्तते खलु, तर्हि व्रश्चभ्रश्च इत्यस्य कार्यं भवतु इति चेत् न भवति, यतोहि तुक्सहितचकारः नास्ति अत्र इति कृत्वा प्रसक्तिः नास्ति. अस्तु, तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी. आं भगिनि, व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रे तुक् रहितछकारः यदि मन्यामहे तर्हि तदभवत् खलु. आं भगिनि, अन्तिमपरिच्छेदः. सत्यम्. आहत्य च्वोः षूडनुनासिके च इति सूत्रे किङिति इत्यस्य अनुवृत्तिः भवति चेत् व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रे छकारो भवति, स च तुक्सहितः. च्वोः षूडनुनासिके च इति सूत्रे अपि छकारः अपि तुक्सहितः एव. च्वोः षूडनुनासिके च इति सूत्रे किनिति इत्यस्य अनुवृत्तिः नास्ति चेत् व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रे छकारो न भवति एव. नो चेत् यथा पाप्रच् योगः तः इति स्थले तुक् आगमः स्थास्यति, इष्टरूपं न सेत्स्यति. अन्तिमपरिच्छेदे समरि कथं वक्तव्यं भगिनि? आहत्य सारांशः, सारांशः आहत्य अन्ते सारांशः किम् इति चेत् च्वोः षूड् अनुनासिके च इति सूत्रे किनिति इत्यस्य अनुवृत्ति यदि भवति तदा व्रश्च भ्रश्च सूत्रे छकारः भवति, स च तुक्सहितछकारः. यदि च्वोः षूड् अनुनासिके च इति सूत्रे किनिति इति न वदामः, झलि इति यदि भवति, किमपि न भवति चेत् तदा च्वोः षूड् अनुनासिके च इति सूत्रे छकारः स च तुक्सहितछकारः, तस्य षकारादेशः भवति. अपि च भ्रश्च भ्रश्च इति सूत्रेण षकारस्य मूर्धन्यषकारादेशः भवति. तत्र किं भवति चेत् व्रश्च भ्रश्च सूत्रे छकारः न भवति चेत् एव इष्टरूपं लभ्यते. यथा पाप्रच्योगः तः इति स्थले तुक् आगमः स्थास्यति तदा इष्टरूपं न लभ्यते इति. एतस्य विषये मम किञ्चित् भ्रमः अस्ति भगिनि. पाप्रच् किं भवति तत्र पाप्रच्योगः तः चिन्तयतु, इदानीं कीदृशपक्षं स्वीकरोति? चोषुरस्य किति इत्यस्य अनुवृत्तिः नास्ति चेत् तर्हि तत्र सर्वत्र प्रवर्तते, चोषुरनासिके च इति सर्वत्र प्रवर्तते. किति कितिरिति इति अनुवृत्तिः नास्ति चेत् जलि इति एव अस्ति, तर्हि पाप्रच्योगः तः इति प्रसङ्गे अपि प्रसङ्गः भवति, प्रसक्तिः भवति, तर्हि चकारस्य तालवे शकारादेशः भवति. अस्ति, अतः श इति रूपं पाप्रश् इति भवति चेत् इष्टरूपं न सेत्स्यति. अस्तु तर्हि अन्तिम निर्णयः कः इत्युक्ते चोः शूलनासिकेश इति सूत्रे किति निति इत्यस्य अनुवृत्तिः अस्ति वा न वा इति कीदृशपक्षं वयं स्वीकुर्मः. यदि किति निति इति वयं स्वीकुर्मः तदानीं पित्सु चोषुडानसिकेच इत्यस्य कार्यं न भवति. तत्र व्रश्चभ्रश्च इति सूत्रेण तुक्सहितचकारस्य स्थाने मूर्धने चकारादेशः भवति इति एकं पक्षम्. यदि तत्र चोषुडानसिकेच इत्यत्र किति निति जलादि किति निति इति स्वीकुर्मः तर्हि तदेव इदानीं मया उक्तं पित्सु तस्य कार्यं न भवति, व्रश्चभ्रश्च इति आवश्यकता अस्ति इति. यदि चोषुडानसिकेच इति सूत्रे केवलं जलादिप्रत्यय इति वयं वदामः तदानीं पित्सु अपित्सु उभयत्र चोषुडानसिकेच इति कार्यं करोति इति कृत्वा व्रश्चभ्रश्च इति सूत्रे तुक्सहितचकारस्य आवश्यकता नास्ति. आवश्यकता नास्ति भवति चेत् दोषः अस्ति वा? आवश्यकता नास्ति भवति चेत् इत्युक्ते कुत्रापि प्रसङ्गः नास्ति. यत्र यत्र कुत्रापि तुक्सहितचकारः अस्ति तत्र सर्वत्र चोषुडानसिकेशे कार्यं करोति खलु, सर्वत्र कार्यं करोति जलादिपरे जलिपरे. अतः व्रश्चभ्रश्च इति सूत्रे तुक्सहितचकारः अस्ति चेत् व्यर्थं भवति, तस्य कार्यं कुत्रापि न लभ्यते. अतः तादृशदलमेव मास्तु. किति किमिति इति भवतु इति वा? न भगिनि, अत्र मार्गद्वयम् अस्ति. वयं परिवर्तितुं न शक्नुमः खलु? सूत्रं तु यथा अस्ति तथा भवति एव. सूत्रं यथा अस्ति तथा भवति अस्ति भवति एव. परन्तु इदानीं चोषुडानसिके च इति सूत्रे किम् का अनुवृत्तिः अस्माभिः स्वीक्रियते इत्यत्र तु अस्माकं पक्षः भवितुम् अर्हति खलु. तदनुगुणं सूत्रस्य कार्यं कथं भवति इति वयं वदामः. तत्र तुक्सहितचकारः तु अस्ति परन्तु तस्य आवश्यकता नास्ति इति वयं वदामः. तावदेव अस्ति एव सूत्रे परन्तु तस्य आवश्यकता नास्ति. अस्ति चेदपि तस्य आवश्यकता न भवति. पूर्णसूत्रम् आवश्यकम् पूर्णसूत्रं न अवश्यम् आवश्यकमिति नास्ति. तत्र किञ्चित् स्थलम् चकारः इति दलं खलु, ब्राज चषाम् इति अस्ति खलु, ब्राज चषाम् तत्र चकारः तुक्सैते चकारः अनावश्यकः इति. इति हलन्तेभ्यो धातुभ्यः सकारादि प्रत्ययस्य योजनविधिः इति तथा एतावता न समाप्ता इत्युक्ते अस्माकम् अभ्यासः अवशिष्टः. पाप्रयोगः सि इति पर्यन्तमेव अस्माभिः प्राप्तं. तर्हि इदानीं ततः अग्रे गच्छामः. दुः धातोः किं सूर्यकुमारी भगिनी करोति वा? दुः हकारान्तधातु अस्ति. प्रत्यय किं भवति सकारादि प्रत्यय भगिनि? न तत्र दत्तमस्ति खलु यङ्लुकि दो दुः योगः सि. ओ करपत्रं कुत्र अस्ति इति? उपरि अभ्यासः इति अस्ति यङ् लुकि तत्र तृतीयः धातुः. ओ ओके दुः धातुः अस्ति. यङ्लुकन्तरूपं रूपम् अस्ति. दोदुः योग अस्ति. तत्र हकार अस्ति सकार परमस्ति. प्रथमं तत्र होडः इत्यनेन होडः सूत्रम् अपि भवति. धातोर्गः इत्यनेन दोदुग् भवति. दोदुग् योगः सि गकार अस्ति तत्र. सि जलादिप्रत्ययः अस्ति करीच इत्यनेन दोद् क्षमितं भगिनि, प्रथमं दोदुग् तदनन्तरं प्रथमतया तत्र अङ्गकार्यं करणीयम्। आमां अङ्गकार्यं फुगन्तलघुपदस्य इत्यनेन दोः भवति, तदनन्तरं दादे दार्दोगः इत्यनेन दोग् भवति, तदनन्तरं जसन्तस्य धातु अस्ति, एकाचो बसो बस् भावः अपि भवति, दो सकारे परे सकारे परे सद्वोः दोग् भवति, तदनन्तरं करीच इत्यनेन तस्मात् पूर्वमेकं कार्यं भवति दोदोग्योगः सि इत्यत्र सि इत्यत्र किमपि कार्यम् आमां दोदोग् योगः सि ककार भवति तत्र न सकारस्य षत्वम् आदेशप्रत्ययोः इत्यनेन प्रथमतया षत्वं तदनन्तरं षत्वम् आम् ओके आदेशप्रत्ययो इत्यनेन सि स्थाने मुद्रणे सि भवति आदेश प्रत्ययोः इत्यनेन तदनन्तरं करीच इत्यनेन गास्थाने का भवति दोदोक्षि भवति दोदोक्षि दोधोक्षि दो महाप्राण दोदोक्षि भवति सम्यक् सम्यक् सम्यक् अग्रे अनिमा भगिनी करोति वा व्रश्च वा व्रश्च वाव्रष्ट् योगः सि तत्र व्रष्ट आं तत्र व्रष्ट इत्यस्य षत्वं भवति पूर्वं किमपि कार्यमस्ति संयोगान्तस्य लोपः न भवति ओहो संयोगान्तस्य सकारः अस्ति वा तत्र तालव्यशकारः वस्तुतः तालव्यशकारः नास्ति सकारः एव अस्ति तत्र सकारः एव अस्ति इति वदनार्थं किं वदामः वयम् अकृतव्यूहः पाणिनीयः सत्यं निमित्तं नशित्यमाणम् अस्ति इति कृत्वा तादृशकार्यं न करणीयम् तर्हि कोः संयोगान्तस्य लोपः इति भवति वा व्रच् योगः सि इत्येव भवति तदनन्तरं व्रश्च व्रश्च सृज मृज यज राज छशांसः इत्यनेन वा व्रश् योगः सि इति भवति षडोकसि इत्यनेन वा व्रढ् सोरि किमर्थं वा व्रढ् सकारस्य लोपः प्रथमतया तदनन्तरं व्रश्च सो वाव्रश् योगः सि भवति षडोः कसि इत्यनेन षकारस्य ककारादेशः भवति वाव्रक् योगः सि न न वाव् ओके ओके सत्यं वाव्रक् योगः सि सत्यं इदानीं सकासि इत्यस्य षि इति भवति आदेशप्रत्ययोः इत्यनेन वाव्रक्षि इति भवति वाव्रक्षि इति सत्यं सत्यं समीचीनं सम्यक् अस्ति भगिनि प्रथमसोपाने किं भवति भगिनि स्को संयोगान्ते च तदेव भवति तदेव भवति स्को संयोगादियोरन्ते च इत्यनेन सकारस्य लोपः तदनन्तरं व्रश्च व्रश्च तदनन्तरं षडोः कासि ओके स्थास्यन्दियोगः सि इति तत्र किम् उमा भगिनी कर्तुमिच्छति वा सास्यन्द् योगः सि स्यन्द् योगः सि वावृष अभवत् स्यन्द् धातुः स्यन्द् योगः सास्यन्द् योगः सि दकारः तत्र नकारः अस्ति खलु नश्यपदान्तस्य झलि नश्यपदान्तस्य झलि तस्मात् नकारः बिकम्स् अनुस्वारः सोरि दण्डोडयि अनुस्वारः भवति सो सास्यन् दकारः अपि सकारः भवति शरीरसूत्रेण सो सास्यन् स प्लस् सि सि लोपः भवति न न सि लोपः न भवति इदानीं तत्र केवलम् अनुस्वरस्य एव परसवर्णः तावदेव अनुस्वरस्य परसवर्णादेशः अनुस्वरस्य अस्ति तु सास्यन्ति सास्यन्ति करिच इति उक्तवती खलु दकारस्य तकारः इति उक्तवती सास्यन्ति समीचीनं धन्यवादः भगिनी इदानीं वंशी भगिनी अग्रे करोति वा भगिनि कर्तुमिच्छति वा भगिनी कर्तुम् एकः प्रयत्नं करोमि करोति वा किं सरस्वती भगिनी तत्र सि अस्ति न दकारात् अनन्तरं सकारे अस्ति तर्हि दश कार्यं न करोति किं केवलम् अपृक्तसंज्ञा अपृक्तहल् अस्ति तदा एव दश कार्यं करोति किं तत्र दश इति पदान्ते धातोः इति अस्ति खलु पदान्ते भगिनी तत्र नकारलोपः भवति वा निधि तां हल उपादाय ओ निति नास्ति क्षम्यतां चिन्तनं सम्यक् अस्ति कर्तुमिच्छति वा वंसि भगिनि आं भगिनि शब्दः कः अस्ति अहं न श्रुतवती सृज् धातुः सरीसृज् सरीसृज् अत्र करपत्रं पुरतः अस्ति वा अधुना एव आगतवती अस्तु भगिनि सृज् धातु सरीसृज् अस्ति सृजि दृशेर् झल्यं किति इत्यनेन अम् आगमः सरीसृज् सृ योगः आयोगः ज अम् आगमः जातः अस्तु तर्हि तस्मात् इको एणचि इत्यनेन यन् सरीसृज् योगः सि अस्तु अन्ततो गत्वा सरीसृज् इति अङ्गं भवति सि इति मध्यपुरुषे एकवचन प्रत्ययः अस्ति सरीसृज् सि इति प्रत्ययः जकारः अस्ति तत्र तु चोहकुः इत्यनेन प्रथमं तु जकारस्य स्थाने ककारः आदेशः भवति पञ्चमवर्णः न इतोपि एकं सूत्रमस्ति तत्र सरिसृज् व्रश्च भ्रश्च इत्यस्मिन् सृज् इति अस्ति किल व्रश्च भ्रश्च सृज मृज यज राजभ्राज चशांसः इत्यनेन तत्र षत्वं भवति तत्र तत्र सृज्जकारस्य स्थाने मूर्धन्यषकारः भवति तस्मात् षडोकस्सि इत्यनेन षकारस्य स्थाने तत्र ककारः आदेशः भवति ककारः यदा भवति सि इत्यस्य आदेशप्रत्ययोः इत्यनेन मूर्धन्यषकारः भवति सरि सरीसृक् योगः षकारः सरीसृक् क्षि इति रूपं भवति. सम्यक् वा भगिनि? आमामां. तर्हि सम्यक् वा इदानीं तत्र जकारस्य षकारः तदनन्तरं किं भवति इति उक्तवती. तर्हि षडोकस्ति तस्मात् आदेशप्रत्ययोः इत्यनेन तत्र मूर्धककारः षकारः क्ष इति आदेशः क्ष भवति. ककारः षकारः सरिसृक्षि इति भवति. समीचीनम् अस्तु. धन्यवादः. सर्वैः एकवारम् उक्तम् इति मन्ये. तर्हि इदानीं तत्र पुनः शोभाभगिनी वदतु. मूर्च्छा. आं भगिनि. मूर्च्छा इति धातुः मोमूर्च् इति मोमूर्च् योगः सि मोमूर्च् इत्यत्र अन्ते संयोगः अस्ति. संयोगस्य संयोगादौ रेपः अस्ति. तर्हि तत्र राल् लोपः इति सूत्रस्य प्रसक्तिः भवति. रात् लोपः इति न चिन्तयतु, पुनः चिन्तयतु. राल् लोपः इत्यस्य प्रसक्तिः भवति वा तत्र? मुर्च् मुर् राल् लोपः इति वदति खलु, न तु रात्सस्य. क्षम्यतां, राल् लोपः. रात् परं यत् अस्ति तस्य लोपः इति अर्थः इति तत्र भवति. तर्हि मोमुर्च् मोमुच् इति एव तिष्ठति इति भवति वा तत्र? मोमुर्च् रालोपः छकारस्य लोपः भवति. क्षम्यतां, छकारस्य लोपः मोमुर् इति तिष्ठति. मोमुर् इदानीं उपधायां लघु इक्वर्णः, अतः गुणः पुगन्तलघुपदस्य इत्यनेन गुणः भवति. मोमोर् इति भवति. मोमोर् योगः सि. तत्र इदानीं परवर्णः सि, तर्हि मोमोर् तदनन्तरं किमपि कार्यं नास्ति. सि आदेशप्रत्ययोः इत्यनेन सकारस्य मूर्धन्यषकारादेशः. मोमोर् योगः सि. तत्र किं षि मोमोर् इत्यत्र हा मोमोर् षि इत्येव रूपं सिद्ध्यति. मोमोर्षि. सम्यक्, समीचीनं, सम्यक्तया उक्तवती. धन्यवादः भगिनि. धन्यवादः. तर्हि मीना भगिनी अग्रे प्रश्नः अस्ति न? बुद्ध भगिनि. आम् बुद्ध धातु योगः अस्ति. प्रथमम् अङ्गकार्यं भुगन्धलघुपदस्य इति सूत्रेण गुणः भवति. बोध योगः अस्ति. तत्र बोध तत्र एकाचोभषोभषजषन्तस्य इति सूत्रेण बोध योगः अस्ति. तदनन्तरं करीच इति सूत्रेण गोभोत्सि. सम्यक्, सम्यक्, समीचीनं. धन्यवादः भगिनी. तर्हि इदानीम् अग्रे अरुणा भगिनी. लाठि भगिनि. ला लाचि लाच् लालञ्च् लालाञ्च् एव अस्ति. अत्र अनुस्वर नकारः अस्ति. ततः प्रथमं अनुस्वर अनुस्वर भवति, तदनन्तरं अनुस्वरस्य परसवर्णः. न, अनुस्वारात् पूर्वं तत्र चकारस्य का गतिः? संयोगः अस्ति इति वदति. लोप भवति वा? संयोगान्तस्य लोपः इति न. यदि चकारः अस्ति चेत् हा यथा भवती वदति अत्र यचोः कुः इत्यनेन प्रथमं घकारः आगच्छति. महाप्राणककारः. महाप्राणककारः तदनन्तरं खडिच इत्यनेन न तस्मात् पूर्वम् इदानीं महाप्राणककारः अस्ति तदनन्तरं करीच इत्यस्मात् पूर्वं नश्चपदान्तस्य जलि अस्ति खलु ओ नश्चपदान्त जलि इत्यनेन अत्र लालङ् पञ्चमवर्णकवर्गीय पञ्चमवर्णः आगच्छति न अनुस्वारः अनुस्वारः आयाति पञ्चमवर्णः अनन्तरम् आयाति अनुस्वारः प्रथमतया आयाति ओ अनुस्वरः अनुस्वरस्य अनुस्वारस्य ये परसवर्णः इति अन्ततो गत्वा एव भवति सो ला लङ् लङ्क् ककारः लङ्क् लङ्क् तदनन्तरं खरिचानेन खा भवति भगिनि लालङ्क् तस्मात् पूर्वम् आदेशप्रत्ययोः आदेशप्रत्ययोः एतस्य मुदन्यषकारशि भवति कवर्गीयस्य पूर्वं तदनन्तरं लालङ्क् स्वरस्य यदि पदसवर्णः इति तस्मात् पूर्वं खरिच खरिच इत्यनेन खा भवति ओ ओके सकारः प्रथमवर्णः पुनः वदामि भगिनि अस्ति खलु भगिनि चकार महाप्राणचकारस्य स्थाने चोः कुः इति कवर्गे द्वितीयवर्णः आयाति ककारः महाप्राणककार ओ एवं वदति वा पुनः पुनः वदामि भगिनि वदतु वदतु लालञ्च् एव अस्ति अत्र चकारस्थाने चोः कुः इति खकारः महाप्राणख ककार आगच्छति तदनन्तरं मोनुस्वरः इत्यनेन अन्नकारस्थाने जलि नश्चपदान्तजले देन् अनुस्वरः भवति तदनन्तरं क्षि भवति लालङ्क् युगः आदेशप्रत्ययो न सकारस्थाने शकारः भवति श्री भवति तदनन्तरं स्वरस्य सवर्ण इति करिचरितेन खकारस्थाने अल्पप्रणककार लालक् युगी तदनन्तरं अनुस्वरस्य ययि पुरसवर्णेन लालङ्क् अस्ति लालङ्क्ति भवति अनुस्वरस्य स्थाने कः वर्णः आयाति समर्गीयस्य पञ्चमवर्णः हा सम्यक् सम्यक् रूपं लालङ्क्ति हा सम्यक् बहु समीचीनं धन्यवादः सम्यक् अस्ति तर्हि इदानीम् अग्रे लक्ष्मी भगिनी ब्रज बाभ्रश्च योगसि अन्ते संयोगः अस्ति बाभ्रश्च इत्यत्र स्कोः संयोगादियोरन्ते च इत्यनेन बाभ्रज् इति अस्ति अत्र बाभ्रश्च अत्र व्रश्च भ्रश्च सृज मृज यजराज राजश्च शंशः सूत्रेण ब्रश् इत्यस्य जकारस्य स्थाने षकारादेशः बाब्रश् योगसि षठोकसि षकारस्य ककारादेशः बाभ्रक् योगसि आदेशप्रत्ययोः अन्तिम सि इत्यस्य सकारस्य षकारादेशः बाभ्रक्षि इति रूपं लभ्यते सम्यक् सम्यक् बाप्रक्षि समीचीनम् अस्तु तर्हि इदानीं दद् इति धातुः सरस्वती भगिनी वदतु दाधद् दाधद् योगसि अत्र खरिच अस्ति परन्तु तस्मात् पूर्वम् एकाचो बशो बश् झषन्तस्य, यतोहि सि परे अस्ति, अतः धकारस्थाने धकार भवति, अतः धद् योगसि खरि च धकारस्थाने सकार दाधत्ति. सम्यक् सम्यक् अस्तु. लक्ष्मी विजयलक्ष्मी भगिनी अग्रे. आं भगिनि, दत् दादत् न दादत् भ्रम् भ्रम् भ्रम् भ्रम् बं भ्रम् बं भ्रम् बं भ्रम् सि न जानामि सि बं भ्रम् बं भ्रम् किं न जानाति, मकारः अस्ति खलु, तर्हि नष्टपदान्तस्य जलि तु भवति. नष्टपदान्तस्य झलि इति अनुस्वारादेशः भवति. अनन्तरं किं भवति? किमपि न भवति. बाभ्रंसि तावदेव. अग्रिममपि करोतु भगिनि, अत्र किमपि नासीत्. ध्रस् इति वा? ध्रस् दाध्रस् ध्रस् ध्रस् इत्युक्ते किं भगिनि? ्रस्योगस्ति द्रस् इत्युक्ते तत्र सङ्ग्रहणं चयनं चयनं दाध्रस् योगः अस्ति. किं भवति दाध्रस्ति ट्रिक् क्वश्चिन् अस्ति भगिनि. दाध्रस्ति किमपि न भवति, तदेव तत् किमपि न भवति, वर्णमेलनमेव. तावदेव अस्तु भगिनि, धन्यवादः. तर्हि इदानीं तत्र किं अनिमा भगिनी करोति वा? सरि सृप् योगः सि पुगन्तलघुपतस्य इत्यनेन सरि सर्प् योगः सि भवति. रात्सस्य एव भवति, अतः तत्र किमपि न भवति. सरि सर्प् सि तदेव भवति वा? अन्यत् किमपि न भवति किल? परिचय एव करिचय अस्ति अत्र. आदेशप्रत्ययो इत्यस्य प्रसङ्गः अस्ति वा? न, पकारः अस्ति किल, पकारः अस्ति. अतः सरि सर्प्सि सर्प्सि एव सत्वं किमपि न भवति. अस्तु, सूर्यकुमारी भगिनी अग्रे. जन्स् जसि लुगन्त यङ्ग् लुगन्तरूपम् अस्ति. जाजन्स् योगसि प्रथमं अनुस्वार नच्छपदान्तजले इत्यनेन नच्छापदान्तस्य जले जाजम्स् भवति. जाजम्स् योगसि तत्र शास्त्राने तकार भवति किल, सूत्रं विस्मरामि. तत्र सकारस्य स्थाने तकाराय तत्र नश्यपदन्तस्य जलि इति उक्तवती वा तत् पश्यत् किं किमपि न भवति यतोहि परसवर्णः नास्ति अनुस्वरस्य परसवर्णः नास्ति यै नास्ति खलु सकारः आम् यै नास्ति आम् अतः अनुस्वरः तिष्ठति जाजन्सि जाजन्सि इति अस्ति किं सूत्रं भगिनी सकारस्य स्थाने तकार भवति खलु सहस्य अर्धधातुके सहस्य अर्धधातुके अर्धधातुके परे ओके जाजं जाजंसि भवति इति अस्ति समीचीनम् अग्रे किम् उमा भगिनी अग्रे करोति वा हूर्च जो हुर्च इति आगच्छति योगासि रेफः राल्लोपः इति सूत्रस्य जो कुच् आगच्छति जो कुच् रालोपः इति किं भवति लोपः भवति शकारस्य लोपः आम् झलिपरे जलादिप्रत्यये परे झलिपरे सो जो कुच् जो कुच् जोहुर्योगः सि न न न इतोपि अस्ति तत्र आङ्गकार्यमस्ति उपधायां लघु इक् वर्णः अस्ति सारि सारि सारि सारि लघु इक् वर्णः तु जोहु जोहोर् जोहोर् जोहोर्सि जोहोर्सि इति न तत्र सकार यत्र कुत्रापि सकारः अस्ति आदेशप्रत्ययोः भवति वा इति चिन्तनीयम् आदेशप्रत्ययः किमर्थं न आदेशप्रत्ययोः न आगच्छति न तत्र न इन्कोः इति निमित्तमस्ति खलु इन् इत्यत्र किं किं के के वर्णाः इन् ऐ ओके जोहो ओ इति आगच्छति रेपः अपि अन्तर्भूतः खलु इन् मध्ये हयवरट् हयवरट् लण् लण् पर्यन्तं तत्र रेपः अपि निमित्तम् जोहोर्षि जोहोर्षि जोहोर्षि जोहोर्षि सम्यक् अस्तु अग्रे वंसी भगिनि आं भगिनि वृत् इति धातु वृत् वरिवृत् योगः अस्ति तत्र तु पूर्व प्रथमं तु पुगन्तलघुपदस्य च इत्यनेन अङ्गकार्यं भवति वरिवर्त् इति भवति ऋकारस्य स्थाने अरादेशः भवति वरिवर्त् योगः अस्ति तत्र तु अन्यत् किमपि कार्यं न भवति खरी च एव भवति अतः तकारस्य स्थाने तकारः एव आदेशः भवति वरिवृत्सि वरिवर्त् इति रूपं भवति अनिमा भगिनी उक्तवती वा एकवारं ओके ओके तर्हि इदानीं पुनः शोभा भगिनी वदतु भगिनि तोतुर् योगः सि तत्र तोतुर् इत्यत्र संयोगः अस्ति अन्ते अतः तत्र अपि च तुर् व् रेपः अपि अस्ति संयोगादौ रेपः तर्हि राल्लोपः इत्यनेन वकारलोपः भवति तोतुर् इति भवति तोतुर्योगः सि इदानीं तोतुर् इत्यस्य उपधा उकारस्य गुणः भवति तोतोर् योगः सि तोतोर् योगः सि तत्र तोर्वन वकारः नास्ति, वकारः लुप्तः खलु, तोतोर् क्षम्यतां, तोतोर् योगः सि, तोतोर् योगः सि, इदानीं रेपः तदनन्तरं परवर्णः सकारः, रेपः इण्कोः इत्यस्मिन् इण्व इण् वर्णः अस्ति, अतः आदेशप्रत्ययोः इत्यनेन तत्र षकारादेशः भवति, तोतोर्षि इति भवति. समीचीनं भगिनि, सम्यक् अस्ति, धन्यवादः. अग्रे मीना भगिनी, वृद् वृष् भगिनि, वृद्ध वृद्ध वृद्ध वृद्ध, धातुद्वयं पूर्वम् मम पुस्तके वृद्ध धकारः, महाप्राणधकारः वृद्ध अभवत् भगिनि, न तोतुर्व एव जातं खलु, तत् पूर्वं वृद्ध अभवत्, वृत् जातं, वृद्ध न जातं, वृत् इति वृद्ध वृद्ध, ओ वरि, ओ वरि वृद्ध, तदं तत्र पुगन्तलघुपदस्य इति सूत्रेण अङ्गकार्यं तत् वरि वर्द् करि च इति सूत्रेण वरि वरि वत्सि, वरि वत्सि, सम्यक् अस्ति, तदनन्तरं न तावदेव, इदानीम् अग्रे तदनन्तरं दुर्वी इति धातुः समानरूपं वृत्तपि, आमां सत्यं वृत्तपि समानरूपम्. ओके अग्रे अरुणा भगिनी, ध्रुवि ध्रुवि दुर्वि दुर्वि दो दुर्वि दो दुर्व्यवस्ति, वकारान्त पूर्वं रेफ अस्ति, प्रथमं भगन्तलघुपदस्य केन दो दोर्भवति, वकारलोपः भवति प्रथमं, दो दुर्योगः अस्ति दुर्योगस्य दुर् इत्यस्ति, तत्र दो दोर् योगः अस्ति, दो दोर् योगः अस्ति अस्ति रेफ अस्ति, अतः महाप्रणकारः भवति, दो दोर्षि दोदोर्षि इति अस्ति, सत्यं, या दोदोर्षि, या समीचीनं. तर्हि सरस्वती भगिनी अग्रे, आं भगिनि, वृष् वृष् वृष्, तर्हि वरिवृष् भवति, तत्र वरिवृष् योगस्य प्रथमतया सुगन्तलघुपदस्य च इत्य तथा तस्य गुणः भवति, तथा उरण्ड्रपरः वरिवर्ष् योग सि, इदानीं रेफ शकार अस्ति संयोगे, तर्हि तत्र राल्लोपः तु कार्यं न करोति, राल्लोप लोपस्य कृते वकारश्चकार आवश्यकम्, अत्र तु शकार अस्ति, तर्हि वरिवर्ष् भवति, वरिवर्ष् योग सूत्रेण किं भगिनि, केन सूत्रेण शकार, शकार इदानीं व्रश्च भ्रश्च सृजं विजयते राजभ्राज छशांशः इत्यनेन शकार भवति, अतः वरिवर्ष् योग अस्ति, वरिवर्ष् योग सि षडुक् अस्ति, इत्यनेन शकारस्थाने ककार, वरिवर्क् योग अस्ति, ककार वरिवर्क् योग अस्ति आदेशप्रत्ययोः, सकारस्य स्थाने इणकोः अस्ति, अतः सकारस्य स्थाने षकार, मूर्धने षकार, वरिवर्क् योग सि कषसंयोगेन वरिवर्क्षि, वरिवर्क्षि, समीचीनं, सम्यक् अस्तु. लक्ष्मी भगिनी अग्रे, मुर्वि मोमुर्व योगसि रेफवकारस्य संयोगः रान् लोपः अनेन वकारस्य लोपः मोमुर् योगसि उपधायां ह्रस्व इक् पुगन्धलघुपदस्य च गुणकार्यं मोमोर् योगसि आदेशप्रत्ययोः अन्तिमसकारस्य शकारादेशः मोमोर्षि इति रूपम् मोमोर्षि समीचीनं धन्यवादः भगिनि तर्हि किं विजयलक्ष्मी भगिनी करोति वा कृष् कृष् चरी कृष् योगः अस्ति अत्र कष् इति भवति खलु गुणः गुणः पुगन्तलघुपदस्य च इत्यनेन कृष् इत्यस्य कर्ष् इति भवति कर्ष् इदानीं शकारः अस्ति अतः शकारस्य मूर्धन्यशकारादेशः व्रश्च भ्रश्च सूत्रेण अपि च षडुर्गस्ति इत्यनेन मूर्धन्यशकारस्य ककारादेशो भवति चरी कर्क् सि इदानीम् इन्को अस्ति हा आदेशप्रत्ययोः चरी कर्क् मूर्धन्यशकारः चरी कर्क्ष्पि चरी कर्क्ष्पि अन्तिम चरी कर्क्षि अन्तिम सूर्यकुमारी भगिनि कृष् लुगन्तदातु अस्ति प्रथमं पुगन्तलघुपदस्य इत्यनेन चरी कर्ष् भवति षडोः कहसि इत्यनेन चरी कर्क् भवति आदेशप्रत्ययोः इत्यनेन षत्वं भवति सि स्थाने षि भवति चरि कक्षि भवति समानरूपं समानं समानं सत्यं यत् वरीवृद् अपि च वरीवृत् तथैव चरिकृष् अपि च चरिकृष् समानरूपम् अस्तु इति अत्र अस्माकं करपत्रं समाप्तं तर्हि इदानीं तत्र हल् सन्धि तृतीयभागः इति पाठं वयं स्वीकुर्मः करपत्रम् अस्ति वा सर्वेषां पार्श्वे भगिनि अस्मिन्नेव करपत्रे अन्तिमपरिच्छेदः एकवारं वक्तुं शक्यते किम् अत्र किञ्चित् शङ्का जाता भवती वदतु कुत्र न आगतम् इति मया उच्यते अस्तु आहत्य चोः शूडानुनासिके च इति सूत्रे ङिति इत्यस्य अनुवृत्तिः भवति चेत् अत्र प्रसङ्गः पाप्रच्योगसि इति एव स्वीकुर्मः वा तर्हि अत्र ङिति इति अनुवृत्तिः स्वीकुर्मः चेत् सि इति ङित् ङित् नास्ति अतः चोः शूड अनुनासिके कार्यं न करोति वृषभ्रशसूत्रेण सूत्रे चकारः भवति स च सः च तुक् सहितः इति उक्तम् अत्र कः अर्थः इत्यस्मिन् सूत्रे चकारः भवति स च तुक् सहितचकारः एव सूत्रे उक्तम् इति वा न इद अत्र कार्यार्थं सूत्रे तुक् सहितचकारः एव उक्तः अस्ति परन्तु कार्यार्थं केवलं चकारस्य स्थाने नास्ति तुक् सहितचकारस्य स्थाने एव तत्र मूर्धन्यशकारादेशः भवति इति स्वीकर्तव्यं यदि एवं न स्वीक्रियते केवलं चकारस्य स्थाने एव मूर्धनिषकारादेशः इति स्वीकुर्मः तर्हि पाप्रच्योगः सि इति प्रसङ्गे केवलं चकारस्य स्थाने मूर्धनिषकारादेशः तत्र तुक् तथैव तिष्ठति तत्र तेन अनिष्टरूपं लभ्यते किन्तु अत्र ङिति इत्यस्य अनुवृत्तिः भवति चेत् इति किमर्थम् अत्र उक्तम् चोः शूडनासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः भवति चेत् वृषभ्रश इति सूत्रे तुक् सहितचकारस्य स्थाने मूर्धनिषकारादेशः भवति इति वक्तव्यम् एवं वयं वदामः चेत् तर्हि पाप्रच्योगः सि इति प्रसङ्गे तुक् सहितचकारस्य स्थाने मूर्धन्यचकारादेशः भवति व्रश्च व्रश्च इत्यनेन पाप्रश्योगः सि तदनन्तरं प्रक्रिया प्रचलति पाप्रक्षि इति रूपं लभ्यते. ओके यदि चोः शुडनासिके च इति सूत्रे केवलं जलादिपरे इति वदति जलादिपरे इति वयं वदामः एवं वयं वदामः चेत् पाप्रच्योगः सि पाप्रच्योगः सि इत्यत्र किं भवति जलादिः अस्ति इति कृत्वा अत्रापि व्रश्यभ्रश्य कार्यं करोति खलु चोः चूडनसिके इति कार्यं करोति खलु कार्यं करोति करोति चेत् किं भवति शकारादेशः भवति तालव्यशकारादेशः भवति. इदानीं तालव्यशकारादेशः यदा भवति तदानीं व्रश्यभ्रश्य इति सूत्रे तुक् सहितचकारस्य स्थाने मूर्धन्यशकारादेशः इत्यस्य प्रसङ्गः अस्ति अत्र इति नास्ति इति नास्ति इति आवश्यकता नास्ति परन्तु तत्र तालवे शकारस्य स्थाने मूर्धन्यशकारादेशः व्रश्यभ्रश्य इति भवति तत्तु भिन्नवार्ता. इदानीं व्रश्यभ्रश्य इति सूत्रे तुक्सहितचकारः इति यद् दलम् अस्ति तद्दलम् आवश्यकं वा न वा इति प्रसङ्गे इदानीं चोहशुडनासिके च इति सूत्रे जलादि इति एव वयं वदामः तदानीं व्रश्यभ्रश्य इति सूत्रे तुक्सहितचकारः इति दलम् अनावश्यकम् यद्यपि सूत्रे अस्ति इति भिन्नवार्ता सूत्रे तुक्सहितचकारः इति दत्तमस्ति परन्तु एतादृश अनुवृत्तिः भवति चेत् तदानीं तुक्सहितचकारस्य आवश्यकता नास्ति कुत्रापि तस्य प्रसङ्गः न भवति यतोहि सर्वत्र चोश्रुनासिके च इत्यस्यैव कार्यं भवति. अस्तु भगिनि अवगतं खलु धन्यवादः भगिनि अवगतवती समीचीनं तर्हि इदानीं तृतीयः भागः तर्हि अनिमा भगिनी पठतु. मम समीपे नास्ति भगिनि करपत्रं नास्ति वा प्रेषयामि वा चाट् मध्ये प्रेषयति वा भगिनि चाट् मध्ये मया प्रेषयितुं न शक्यते अन्ये कोऽपि प्रेषयतु अस्ति चेत् प्रेषयतु के अस्ति कोऽपि प्रेषयतु नो चेत् न मया न प्रेषितं क्षम्यतां तत्र इदानीं प्रेषयामि क्षम्यतां वाट्साप् ग्रूप् मध्ये अहम् इदानीं प्रेषयामि प्रेषितम् पश्यन्तु भगिनी वर्गस्य कृते वाट्साप् ग्रूप् अस्ति किम् अस्मिन् वर्गस्य कृते अस्य वर्गस्य कृते वाट्साप् ग्रूप् नास्ति अस्माकं समासवर्गस्य कृते वाट्साप् ग्रूप् अस्ति तत्र प्रेषयतु इति भगिनी वदति परन्तु सर्वे जनाः न सन्ति सर्वे जनाः तत्र एव योजयन्ति चेत् तर्हि तत्र एव अस्माकं सम्भाषणं भवितुमर्हति कथं योजनीयं तु भवतीं तु अहं स्थापयितुं शक्नोमि अन्य कोऽपि इच्छति चेत् वदन्तु भगिनि पठतु अनिमा भगिनी एतावता अस्माभिर्दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादिः तादिः थादिः धादिः च प्रत्ययः विहितः चेत् हल् सन्धिर्भवति प्रत्ययः वादिः मादिः नादिः चेदपि कुत्रचित् भवति. प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्लकारस्य तप्रत्ययः सप्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः. द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययमतिरिच्य अवलोकितः. अधुना तृतीये पाठे हलन्तेभ्यो धातुभ्यः थकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य तप्रत्ययम् अतिरिच्य परिशीलयामः. अस्माभिः प्रथमे भागे लङ्लकारस्य तप्रत्ययः सप्रत्ययः भवति चेत् कथं सन्धिः प्रवर्तते इति दृष्टम्. द्वितीयपाठे द्रष्टम् इति न इति दृष्टम् दृष्टम् धन्यवादः. द्वितीयपाठे लङ् सकार प्रत्ययम् अतिरिच्य लङ्लकारे ये भवन्ति तस्य सकारादिप्रत्ययानां योजनविधिः कथं भवति इति दृष्टम्. इदानीं तत्रैव तकारादिप्रत्ययः थकारादिप्रत्ययः भवति चेत् लङ्लकारे किं भवति इति पश्यामः. तप्रत्ययम् अतिरिच्य यतोहि तत् पूर्वं प्रथमे भागे दृष्टम् अतः. अस्तु समीचीनं भगिनि. इदानीं तु तकारादिप्रत्ययः थकारादिप्रत्ययः इति योजनविधिः इति वयम् अग्रे पश्यामः. तर्हि किं वंशी भगिनी पठितुमिच्छति वा? आं भगिनि पठामि. अस्तु. विधयः चतुर्षु विभागेषु विभक्तः. हलन्तेभ्यः धातुभ्यः लङ्लकारस्य तप्रत्ययः सप्रत्ययः चेत् अनयोः योजनविधिः. द्वितीयः बिन्दुः अस्ति हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्य. तृतीयः बिन्दुः अस्ति हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययानां तकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य तप्रत्ययम् अतिरिच्य. चतुर्थः बिन्दुः अस्ति हलन्तेभ्यः धातुभ्यः धकारादिप्रत्ययानां योजनविधिः. अस्तु, एतत्तु तृतीयकरपत्रम् अस्ति. प्रथम करपत्रे वयं लङ्लकारस्य त स अपृक्तैकाल् प्रत्ययस्य तत्र योजनविधिः कथं भवति इति दृष्टवन्तः. द्वितीयबिन्दुः द्वितीयकरपत्रे लङ्लकारस्य सकारादिप्रत्ययः तत्र मध्यमपुरुषे लोट्लकारस्य मध्यमपुरुषे इति स इति प्रत्ययः यदा भवति तस्य सि प्रत्ययः क्षम्यतां लट्लकारस्य सि प्रत्ययः भवति तत्र कथं योजनविधिः भवति इति दृष्टवन्तः. लङ्लकारस्य स प्रत्ययः मध्यमपुरुष एकवचनप्रत्ययस्य विहाय तत्र अन्यस्मिन् स्थले यदि सकारादिप्रत्ययः अस्ति तस्य योजनं कथं भवति इति अस्माभिः दृष्टम्. अधुना अस्मिन् करपत्रे तत्र तकारादिप्रत्ययः तकारादि महाप्राणतकारादिप्रत्ययानां योजनविधिः इति पश्यामः. परन्तु तत् तस्मिन् लङ्लकारस्य तप्रत्ययः तप्रत्ययं विहाय अन्येषु स्थलेषु कुत्र कुत्र तकारादिप्रत्ययः सन्ति तेषु कथं तत्र योजनविधिः भवति इति अस्मिन् करपत्रे अस्ति. चतुर्थः करपत्रे तु हलन्तेभ्यः धातुभ्यः थकारादिप्रत्ययः तत्र आत्मनेपदीप्रत्ययः ये सन्ति ध्वम् इति अस्ति तद्ध्व इति अस्ति तेषां योजनविधिः कथं भवति इति चतुर्थे करपत्रे भवति इति विवरणं कृतम् अस्ति भगिनि तत्र. धन्यवादः. अन्तिमवाक् अस्ति उमा भगिनी पठतु अन्तिमवाक्यम्. उमा भगिनी पठतु. उमा भगिनी अस्ति वा? अस्मि, किन्तु करपत्र कुत्र अस्ति न जानामि भगिनि. मया प्रेषितम् ईमेल् मध्ये. अस्तु, नास्ति चिन्ता. इदानीं वंशी भगिनी वाक्यद्वयं पठित्वा समापयतु. आं भगिनी पठामि. तत्र तर्हि चतुर्षु अयं पाठः तृतीयः. हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य तप्रत्ययम् अतिरिच्य परिशील्यते. अस्तु, तदेव उक्तम् अत्र येषां चतुर्णां करपत्रेषु चतुर्षु करपत्रेषु एषः एतत् करपत्रं तृतीयः करपत्रम् अस्ति. अतः अस्मिन् करपत्रे तकारादिप्रत्ययानां योजनविधिः भवति. लङ्लकारस्य तकारादि योजनविधिः तु वयं प्रथमभागे करपत्रे अस्माभिः दृष्टमेव. अतः तत् विहाय तत् प्रत्ययस्य योजनं विधिः विहाय अन्येषु स्थलेषु कुत्र कुत्र भवति इति एव अस्मिन् करपत्रे अस्ति भगिनि. हा, समीचीनं समीचीनं. तर्हि इतः अग्रे गन्तुं शक्नुमः. अत्रैव स्थगनं कुर्मः. अस्तु तर्हि धन्यवादः, नमस्कारः. धन्यवादः नमस्कारः. धन्यवादः धन्यवादः नमस्कारः.